पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 49 शेष उवाच मासा सप्ताभवंस्तस्य हयवर्यस्य हेलया चरदो भारतं वर्षमनेकनृपपूरितं सपूजितो भूपवरैः परीत्य वरभारतं परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः सबभ्राम बहून् देशान् हिमालयसमीपतः न कोऽपि तं निजग्राह हयं रामबलं स्मरन् अङ्गवङ्गकलिङ्गानां राजभिः संस्तुतो हयः जगाम राज्ञो नगरे सुरथस्य मनोहरे कुण्डलं नाम नगरमदिदेर्यत्र कुण्डलं कर्णयोः पतितं भूमौ हर्षभयसुकम्पयोः यत्र धर्मव्यतिक्रान्तिं न करोति कदापि न श्रीरामस्मरणं प्रेम्णा करोति जनदान्वहम् अश्वत्थानं तु यत्रार्चा तुलस्या प्रत्यहं नृभिः क्रियते रघुनाथस्य सेवकैः पापवर्जितैः यत्र देवालया रम्या राघवप्रतिमायुधाः पूज्यन्ते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः वाजि नाम हरेर्यत्र न वै कलहः सङ्कथा हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः देवनं यत्र रामस्य वार्ताभिपूददेहिनां न जादुचिन्नृणामस्ति सत्यव्यसनमानिनां तस्मिन्वसति धर्मात्मा सुरथः सत्यवान् बली रघुनाथपदस्मार हृष्टचित्तः परोन्मदः किं वर्णयामि रामस्य सेवकं सुरथं वरं यस्याशेषगुणा भूमौ विस्तृताः पावयन्त्यखं सेवकास्तस्य भूपस्य पर्यडन्ध कदाचन अपश्यन् हयमेधस्य हयं चन्दनचर्चितं ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन् स्पष्टाक्षरसमायुक्तं चन्दनादिकचर्चितं ज्ञात्वा रामेण सम्मुक्तं हयं नेत्रमनोहरं हृष्टा राज्ञे सभास्ताय कथयामासुरुत्सुकाः स्वामिन्नयोध्यानगरीपदिस्तस्यास्तु राघवः हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रवन् सदे पुरस्य निकटे प्राप्तः सेवकसंयुधः गृहाणत्वं महाराज हयं तं सुमनोहरं शेष उवाच इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः उवाच वीरान् बलिनो मेघगम्भीरया गिरा सुरथ उवाच धन्या वयं राममुखं पश्यामः सह सेवकाः ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतं तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत् कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै शेष उवाच इत्थमुक्त्वा महीपालसेवकान् स्वयमादिशद गृह्णं तु वाहं प्रसभं मोच्यो नाश्वोक्षिगोचरः अनेन सुमल्लाभो भविष्यति तु मे मदं यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्लभौ स एव धन्यस्वजनपुत्रो वा बान्धवोऽथवा पशुर्वा वाहनं वापि रामाप्तिर्येन सम्भवाद तस्मात् गृहीत्वा क्रत्वस्वं स्वर्णपत्रेण शोभितं बध्नं तु वाजिशालायां कामवेगं मनोरमम् युत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितं गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभाङ्गिनम् राजा प्राप्य मुदा चाश्वं रामस्य धनुजार्जनः सेवकान् प्राह बलिनो धर्म कृत्यविचक्षणः वात्स्याय नमः बुद्धे शृणुष्वैकाग्रमानसः न तस्य विषये कश्चित् परदाररदो नरः न परद्रव्यनिरतो न च कामेषु लम्पटः न जिह्वाभिरदोन्मार्गे कीर्तयेद्रामकीर्तनाद यत्सेवकान् नृपो वक्त्रि यूयं सेवार्थमागताः कथयन्तु भवच्चेष्टा धर्मकर्मविशारदाः एकपत्नीव्रतधरा न परद्रव्यलोलुपाः परापवादानिरता न च वेदोत्पथं गताः श्रीरामस्मरणादीनि कुर्वन्ति प्रत्यहं भटाः तानहं रामसेवार्थं रक्षाम्यन्तकोपवान् एतद्विरुद्धधर्माणो ये नराः पापसंयुताः तानहं विषये मह्यं वासयामि न दुर्मदीन् तस्य देशेन पापिष्ठाः पापं कुर्वन्ति मानसे हरिध्यान हदाशेष पादकामोद संयुधाः यदैवमभवद्देशो राजा धर्मेण संयुधः तदा तत्था नराः सर्वे मृदा गच्छन्ति निर्वृतिम् यमानुचरनिर्वेशो नाभवत्सौरथे पुरे तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरं वल्कलाम्बरधारी च जडाशोभितशीर्षकः सुरथं तु सभामध्ये ददर्श हरिसेवकं तुलसीमस्तके यस्य वाचि नाम हरेः परं धर्मकर्मरदां वार्तां श्रावयन्तं निजाञ्जनान् तदा मुनिं नृपो दृष्ट्वा तपो मूर्तिमिव स्थितं ववन्दे चरणौ तस्य पाद्यादिकमधाकरोद सुखोपविष्टं विश्रान्तं मुनिं प्राह नृपाग्रणीः धनमद्यजनुर्मह्यं धन्यमद्य गृहं मम कथा कथयतान्मह्यं रामस्य विविधा वराः या शृण्वदां पापहानिर्भविष्यति पदे पदे युद्धमुक्तं समाकर्ण्य जहास मुनिर्भृश्यं दन्तान् प्रदर्शयन् सर्वां स्थालास्फालितपाणिकः हसन्तं तं मुनिं प्राह हसनेकरणं किमु कथयस्वप्रसादेन यथा स्यान् मनसः सुखं ततो मुनिर्नृपं प्राह शृणु राजन् धियायुधः यदहं तेभि धास्यामि स्मृते कारणमुत्तमं त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रदः को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः। कर्मणा प्राप्यते स्वर्गकर्मणा नरकं व्रजेत, कर्मणैव भवेत् सर्वं पुत्रपौत्रादिकं बहु। चक्रशतं क्रतूनां तु कृत्वा गात्परमं पदं ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम्। अनेके कर्मणा सिद्धा मरुदादय ईशिनः, कुर्वन्ति भोगसौख्यं च अप्सरो गणसेविताः। तस्मात् कुरुष्व यज्ञादीन् यजस्व किल देवताः, यथा देविमला कीर्तिर्भविष्यति महीतले। इति श्रुत्वा तु तद्वाक्यं कोपक्षुभिदमानसः उवाच रामैकमना विप्रं कर्म विशारदम्। मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनी, गच्छ मन्नगरोपान्ताद् बहिर्लोकविगर्हितः। इन्द्रपदिष्यति क्षिप्रं पदिष्यत्यपि पद्मजः, न पदिष्यन्ति मनुजा रामस्य भजनोत्सुकाः। पश्यध्रुवं च प्रह्लादं विभीषणमधाद्भुतं, ये चान्ये रामभक्ता वै कदापि न पतन्ति ते। ये रामनिन्दका दुष्टास्तानि मे यमकिङ्कराः, ताडयिष्यन्ति लोकस्य मुद्गरैः पाशबन्धनैः। ब्राह्मणत्वाद्देहदण्डं न कुर्यां ते द्विजाधम, गच्छ गच्छ मदा लोकात्ताडयिष्यामि चान्यथा। इद्धमुक्तवति श्रेष्ठे भुवे सुरथसंहिते, सेवका बाहुना धृत्वा निष्कासयितुमुद्यतः। तदा यमो निजं रूपं धृत्वा लोकैकवन्दितं, प्राग्भूपं प्रतुष्ठोऽस्मि याचस्व हरिसेवक। मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत, चलितोऽसि न रामस्य सेवाया साधुसेवितः। तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम्, उवाच यदि तुष्टोऽसि देहि मे वरमुत्तमम्, तावन्मम न वै मृत्युर्यावद्राम समागमः। न भयं मे भवतो हि कदाचन हि धर्मराट। तदोवाच यमो भूपमिदं तव भविष्यति, सर्वं त्वदीप्सितं तद्यं करिष्यति रघोपतिः। इत्युक्तान्तर्हितो धर्मो जगामस्वपुरं प्रति, प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः। स राजा धार्मिको रामसेवकः परया मुदा, गृहीताश्वं प्रत्युवाच सेवकान् हरिसेवकान्। मया गृहीतो वाहोऽसौ राघवस्य महीपतेः, सज्जीभवन्तु सर्वत्र यूयं रणविशारदाः। यदि प्रोक्तास्तु ते सर्वे खडा राज्ञो महाबलाः, सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः। राज्ञो वीरा दश सुदाश्चम्पको मोहकस्तथा, रिपुं जयोति दुर्वारप्रतापी बलमोदकः। हर्यक्षः सहदेवश्च भूरिदेवः सुदापनः, इति राज्ञो दश सुधा सज्जीभूतारणाङ्गणे। यादुमिच्छामगुर्वंस्ते महोत्साहसमन्विताः, राजाभिस्वरथं चित्रं हेमशोभाविनिर्मितम्। आह्वयामास सुजवैर्वाजिभिः समलङ्कृतम्, रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः सभायां सेवकान् सर्वान् दिशन्नास्ते महीपतिः। इति श्रीपद्मपुराणे पादालखण्डे शेषवाध्यायनसंवादे रामाश्वमेधे सुरथराज्ञा हयग्रहणं नाम एकोनपञ्चाशत्तमोऽध्यायः। ॐ